गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः गुरुःसाक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः निधाय हृदि विश्वेशं विधाय गुरुवन्दनं बालानां सुखबोधाय क्रियते तर्कसङ्ग्रहः न्यायवर्गे सर्वेषां सुस्वागतम् विजयदशमी शुभदिनस्य शुभाशयाः अपि गुरुपरम्परायाः आशीर्वादः प्राप्तिरस्तु इति सम्प्रार्थ्य अद्यतनवर्गः आरम्भं कुर्मः. कुत्र स्मः इति चेत् तत्र ज्ञानम् इत्यस्य निरूपणं. ज्ञानम् इति गुणः केवलम् आत्मनि विद्यते. ज्ञानं द्विविधं, स्मृतिः अनुभवश्च. तत्र प्रथमं स्मृतेः लक्षणम् एवं कृतं, संस्कारमात्रजन्यं ज्ञानं स्मृतिः. पुनः संस्कारः इत्युक्ते किम्? अनुभवजन्या स्मृतिर्हेतुर्भावना. तर्हि व्यापारः अस्ति संस्कारः. तज्जन्यत्वे सति तज्जन्यजनकत्वम् इति व्यापारस्य लक्षणम् अस्तु इति कृत्वा तत्र संस्कारः इत्युक्ते किं, तस्य व्यापारत्वं कथं वा साधितम्, एतत् सर्वम् अस्माभिः अधीतम्. तदनन्तरम् इदानीं चिन्तनं कुत्र प्रवर्तते इति चेत् सर्वत्र मात्रपदेन. अत्र संस्कारमात्रजन्यं स्मृतिः इति लिखितमस्ति खलु, तत्र मात्र इति पदं लक्षणवाक्ये योजितमस्ति. यत्र यत्र मात्रपदं दृश्यते लक्षणवाक्ये, चक्षुर्मात्रग्राह्यो गुणः इत्यत्रापि मात्रपदं दृष्टम्. अत्रापि संस्कारमात्रजन्यं ज्ञानं स्मृतिः इति. नमस्कारः. अस्तु, तर्हि सर्वत्र मात्रपदेन निवार्यं चिन्त्यम् इति पाठः 27-100 उपशीर्षकमस्ति, ततः पठेम. अस्तु, स्वामिमहोदय, भवान् आरब्धुमिच्छति वा? अस्तु महोदय. सर्वत्र मात्रपदे महोदय, सर्वत्र मात्रपदेन निवार्यं चिन्त्यं. मात्रपदश्रवणे सति वक्ष्यमाणप्रकारेण संस्कार एव कारणं, न तु तद्भिन्नं किमपि इति प्रतिभाति. यथा चक्षुर्मात्रग्राह्यम् इत्यत्र रूपप्रत्यक्षे चक्षुरेव कारणं, न तु तद्भिन्नं किमपि इति भाति. तथापि इत्थं सर्वत्र मात्रपदस्थले चिन्त्यं, न हि एकेन कारणेन कार्यं किञ्चित् भवितुमर्हति. सर्वविधकार्यं प्रति दिक्कालादीनां षण्णां साधारणकारणत्वस्य कारणत्वविभागे वक्ष्यमाणत्वात्. किञ्चित् वदतु स्वशब्दैः. मात्रपदं यदस्ति तद् सूचयति येषां प्रति तस्य प्रयोगं भवति तत् कारणम् इति. अन्यकारणमपि भवितुमर्हति, यतोहि षण्णां साधारणकारणं तु सर्वत्र भविष्यति इति, भविष्यन्ति इति. किन्तु यत् मात्रपदं उपयोगम् अस्ति तत्तु सर्वदा तदेव प्रधानकारणम् इति. हा, इत्युक्ते अत्र कारणानां विभजनम् अत्र उक्तं, साधारणकारणानि असाधारणकारणानि इति द्विधा विभजनं कृत्वा. साधारणकारणानि सर्वत्र भवन्ति एव, तस्य निवारणं मात्रपदेन न कृतम्. इत्युक्ते संस्कारमात्रजन्यज्ञानं स्मृतिः इति वदामश्चेत् तत्र कालः वा अन्यत् किमपि साधारणकारणं वा कारणं नास्ति इति न. केवलम् असाधारणकारणानि यानि भवितुम् अर्हन्ति तेषाम् एव निवर्तनं कृतम् अत्र मात्रपद योजनेन, लक्षणवाक्ये मात्रपदस्य योजनेन असाधारणकारणानि, अन्यानि असाधारणकारणानि यानि सन्ति तेषामेव निवारणं कृतं, निषेधः कृतः मात्रपदेन, न तु साधारणकारणानि. साधारणकारणानि तु सर्वत्र भवत्येव. संस्कारमात्रजन्यं ज्ञानं स्मृतिः इति वदामश्चेत् तत्र केवलं संस्कारः एव कारणं, कालः इति साधारणकारणं नास्ति इति न. असाधारणकारणानि अन्यत् किमपि नास्ति इति बोद्धुं तस्मिन् विषये एव अत्र चिन्तनं भवति. अस्तु, अग्रे अपि पठतु महोदय. घटादिकार्यव्यक्तिं प्रति चापि कुलालकपालचक्रादीनां निकट अनेकेषाम् अस्तु महोदय, चक्रादीनाम् अनेकेषां कारणानां लोकसिद्धत्वात् विशेषतश्च आत्मगुणः प्रकृता स्मृतिर्वा रूपादिप्रत्यक्षं वा अस्तु तस्य समवायिकारणम् असमवायिकारणं निमित्तकारणम् इति पूर्वोक्तः विभागः अनिवार्य एव. आत्मा भवेत् ज्ञानस्य समवायिकारणं, स्वस्मिन् तादात्म्येन स्थित्वा खलु सः समवायेन स्मृतिं रूपप्रत्यक्षं वा जनयति. आत्ममनस्संयोगः भवेत् असमवायिकारणम्, सः खलु समवायेन आत्मनि स्थित्वा समवायेन स्मृतिं रूपप्रत्यक्षं वा जनयति. मनस्य संयोगेन आत्मनि स्थित्वा तद् उभयं प्रति जनकम् इति न तन्निष्ठकारणतावच्छेदकसम्बन्धः तादात्म्यं, नापि समवाय न वा वक्ष्यमानः. स्वाश्रयसमवेतत्वमिति तत् स्मृतिं प्रति रूपप्रत्यक्षं प्रति च निमित्तकारणं भवति. अस्तु, वदतु महोदय. घटं यदस्ति तस्य कुलाल कपाल चक्रं दण्डम् इत्यादि अनेक कारणानि तु सन्ति एव, किन्तु विशेषकारणं किं, समवायिकारणम् असमवायिकारणं निमित्तकारणानि इत्यादि कारणविभागः तु कर्तुं शक्यते. तर्हि आत्मा ज्ञानं मनः तेषां मध्ये सम्बन्धं किम् इति अपि उक्तं महोदय. न, किमर्थम् एतादृशचिन्तनम् अत्र अस्मिन् परिच्छेदे आशयः कः? सर्वत्र मातृपदेन निवार्यं चिन्त्यम् महोदय. अत्र अस्मिन् परिच्छेदे किं वक्तुम् इच्छति ग्रन्थकारः इति चेत्, प्रत्येकं कार्यं प्रति बहूनि कारणानि भवन्ति. तदेव वाक्यं, बहूनि कारणानि भवन्ति. यथा घटम् इति कार्यं स्वीकुर्मश्चेत् तत्र कपालः समवायिकारणमस्ति, कपालद्वयोः मध्ये यः संयोगः अस्ति सः असमवायिकारणमस्ति, अपि च कुलालः दण्डः चक्रम् इत्येतादयः निमित्तकारणानि सन्ति खलु. तथा इदानीं स्मृतिः इति कार्यम् इति स्वीकरोतु, स्मृतेः अपि बहूनि कारणानि भवन्ति. कानि इति वदति वा? स्मृतेः समवायिकारणं किम्? आत्मा महोदय. कथम् आत्मा समवायिकारणम्? समवायीकारणस्य लक्षणं किं? गुणः महोदय. न न समवायीकारणस्य लक्षणं किम्? तादात्म्येन कृत्वा समवायिनः कार्यं वदतु महोदय. अस्तु, मेहुल् महोदय प्रतिपादयतु. तादात्म्यसम्बन्धेन स्थित्वा समवायिनः कार्यं जनयति, तदेव समवायिका. हा, स्वस्मिन् इति अपि वक्तव्यं, यत् स्वस्मिन् तादात्म्यसम्बन्धेन स्थित्वा समवायेन कार्यं जनयति, स्वस्मिन्नेव समवायेन कार्यं जनयति खलु, तदेव समवायीकारणस्य लक्षणम्. अस्तु, इदानीं स्वामी महोदय एतद् लक्षणवाक्यं स्वीकृत्य अत्र प्रतिपादयतु, कथं वा आत्मा स्मृतेः समवायीकारणम्? आत्मा स्वस्मिन्नेव तादात्म्यसम्बन्धेन सत्यं स्थितः. बहु समीचीनं महोदय. अनन्तरं कार्यं केन सम्बन्धेन जनयति महोदय? आत्मगुणम् अस्ति ज्ञानं महोदय. आत्मनः गुणमस्ति ज्ञानम्, अतः समवायसम्बन्धम् अस्ति महोदय. ओ समीचीनं, गुणगुणिनोः मध्ये समवायसम्बन्धः अस्ति इति कृत्वा आत्मा स्वस्मिन् तादात्म्येन स्थित्वा समवायेन स्मृतिं जनयति इत्यतः आत्मा स्मृतिं प्रति समवायीकारणम्. अस्तु, तर्हि इदानीं स्मृतिं प्रति असमवायीकारणं किम्? प्रथमम् असमवायीकारणस्य लक्षणं वदतु, तदनन्तरं किम् इति निरूपयतु. किञ्चित् लक्षणम् एकवारं सहाय. अस्तु, मेहुल् महोदय स्मारयतु कृपया. तदपि स्वस्मिन् समवायेन स्थित्वा समवायेन कार्यं जनयति. अस्तु, अत्र स्वस्मिन् इति वदति चेत् समीचीनं वा? समीचीनं नास्ति, न न, तत् तत् कारणं समवायेन स्थित्वा समवायेन कार्यं जनयति. कुत्र स्थित्वा? कार्याधिकरणे. कार्याधिकरणे, कार्याधिकरणे, यत् कार्याधिकरणे समवायेन स्थित्वा कार्याधिकरणे समवायेन कार्यं जनयति तत् असमवायीकारणस्य लक्षणम्. प्रथमं अस्तु, तर्हि इदानीं स्वामी महोदय प्रतिपादयतु. कार्याधिकरणे समवायेन स्थित्वा समवायसम्बन्धेन जनयति. अस्तु, अत्र कार्याधिकरणं किम् महोदय? आत्मा एव कार्याधिक. सत्यं, समीचीनम्, आत्मा एव कार्य अधिकरणं. तर्हि किम् आत्माधिक आत्मनि समवायेन तिष्ठति? अस्य गुणं तु ज्ञानम् एव महोदय. किन्तु अत्र कार्यं किं महोदय? कार्यं तु स्मृतिः अस्ति खलु? स्मृतिः महोदय. अस्तु, कार्यं स्मृतिः, कार्यं स्मृतिः इति गुणः समवायेन तिष्ठति, तत्र क्लेशः नास्ति. किन्तु असमवायीकारणं किं? यद् समवायेन स्थित्वा कार्यं जनयति, भवता पठितं खलु, आत्ममनस्संयोगः भवेत् असमवायीकारणम्. मनस्संयोगः महोदय. तर्हि इदानीं प्रतिपादयतु कारणं किं महोदय? मनः संयोगेन आत्मनि स्थित्वा नास्ति, मनः इति द्रव्यं खलु? मनस्थिति महोदय, मनः इति द्रव्यं, यदि मनः आत्मनि वर्तते इति चेत् तत्र सम्बन्धः कः? संयोगसम्बन्धः खलु महोदय. किन्तु अस्माकं लक्षणं किं? यत् समवायेन स्थित्वा, यदि मनः एव कारणम् इति वदति, मनः समवायेन आत्मनि अस्ति वा? संयोगेनैव आत्मनि अस्ति खलु? संयोगेन महोदय. हा, तर्हि संयोगेन यत् तिष्ठति तत् समवायि असमवायिकारणं न भवितुम् अर्हति. आत्मनि अहं वाक्यं पठामि, तत्र चिन्तयित्वा वदतु, आत्ममनस्संयोगः भवेत् असमवायीकारणम्। तर्हि तत्र अत्र कारणं किम्, असमवायीकारणं किम्? मुरळीमहोदय वदतु। आत्ममनसंयोगः भवेत् असमवायीकरणम्। आत्मा एव महोदय नास्ति, आत्मा इति कार्य अधिकरणं, तस्मिन् कार्याधिकरणे किं समवायेन तिष्ठति? सीतामहोदय वदतु। संयोगः आत्मनसंयोगे एव समवायिकारणं। हा, संयोगः इति गुणः खलु, संयोगः इति गुणः, आत्मनि अपि वर्तते, मनसि अपि वर्तते। संयोगः इति गुणः केन सम्बन्धेन आत्मनि वर्तते? समवायेन। तर्हि इदानीं वदतु स्वामिमहोदय, समीचीनतया वदतु, असमवायीकारणं किम्? आत्ममनस्संयोगमेव असमवायीकारणं महोदय, असमवायि। भवान् पूर्वं किम् उक्तवान्? मनः इति, मनः नास्ति, आत्ममनयोः मध्ये यः संयोगः अस्ति, स संयोगः गुणः अस्ति खलु? आं महोदय। गुणः द्विनिष्ठः, संयोगः द्विनिष्ठः, आत्मनि अपि वर्तते, मनसि अपि वर्तते। तर्हि आत्मनि विद्यमानसंयोगः गुणः अस्ति इति कृत्वा गुणः गुणिनि समवायसम्बन्धेन तिष्ठति। तर्हि संयोगः, आत्ममनस्संयोगः यदस्ति स च संयोगः एव असमवायीकारणं। कार्यादिकरणे आत्मनि समवायेन स्थित्वा समवायेन स्मृतिं जनयति। अस्तु, तर्हि स्मृतिं प्रति समवायीकारणम् आत्मा, स्मृतिं प्रति असमवायीकारणम् आत्ममनस्संयोगः, संयोगः इति गुणः। अस्तु, निमित्तकारणं किम् महोदय? यदा घटस्य उत्पादनं कपालसंयोगम् इति असमवायीकारणं, तदेव सत्यं। धन्यवादः। अस्तु, वदतु, निमित्तकारणं किम्? स्वाश्रयसमवेतत्वम्। अस्तु, इदानीम् आत्मा समवायीकारणम् इति भवता उक्तम्, आत्ममनस्संयोगः असमवायीकारणम् इति उक्तम्। सत्यं महोदय, निमित्तकारणमेव शेषः। किं निमित्तकारणम्? मेहुल् महोदय वदतु। मनसि किमपि न, मनः एव निमित्तकारणं भवति। मनः विना ज्ञानं भवितुमर्हति वा, स्मृतिः भवितुमर्हति वा? मनः, मनः एव गृह्यते खलु। सत्यं महोदय। अस्तु, तर्हि इदानीं निमित्तकारणं, निमित्तकारणस्य लक्षणं किं स्वामिमहोदय वदतु। न स्मृतं महोदय। भवता स्मर्तव्यम् एव, दिस् इस् ब्रेड् अण्ड् बटर्। अस्तु, यत् अस्तु, अन्य कोऽपि मुरळीमहोदय वदतु, निमित्तकारणस्य लक्षणं किम्? निमित्तकारणम् इत्युक्ते महोदय, लक्षणं यथा घटस्य निमित्तकारणं कुलालः चक्रदण्डस्य उदाहरणं वदतु इति मया न पृष्टं, लक्षणम्। आं महोदय, आं महोदय, अहम् अवगन्तुं शक्नोति प्रश्नः। मम लक्षणस्य लक्षणं मम मनसि न भवति, सरलमेव। यत् यत् समवायि नास्ति, यत् असमवायिकरणं नास्ति, ते सर्वे इतरकारणानां यत् यत् समवायि असमवायि कारणं नास्ति, अन्यकारणं तदेव निमित्तकारणं महोदय। हा, अस्तु, बहु समीचीनं। तर्हि यत् समवायिकारणं वा असमवायिकारणं नास्ति, तानि सर्वाणि निमित्तकारणानि। तर्हि निमित्तकारणस्य स्वस्य लक्षणं किमपि नास्ति. अत्र एकं कारणं स्वीकृत्य कारणत्वं प्रथमम् अत्र कारणम् इति स्वीकर्तुं तत्र निकषाद्वयम् अस्माभिः अधीतं. प्रथमं तु अत्र कार्याधिकरणे भवेत्, कार्याधिकरणे सर्वदा भवेत्, कार्याधिकरणे कार्योत्पत्तेः पूर्वक्षणे भवेत् इति एकस्मिन् पार्श्वे. अन्यस्मिन् पार्श्वे अन्वयव्यभिचारः, कार्यकारणसत्त्वे कार्यसत्त्वं, कारणाभावे कार्याभावः इति चेत् तयोः मध्ये कार्यकारणभावः निश्चितः भवति इति अस्माभिः अधीतं. तर्हि तादृशं यद्भवति तत् स्वीकृत्य इदानीं केन सम्बन्धेन कार्याधिकरणे अस्ति इति द्रष्टव्यम्. अस्तु, तर्हि अत्र किञ्चित् चिन्तयति वा महोदय? प्रथमं मनः, मनः स्मृतिं प्रति कारणम् इति प्रथमं निरूपयतु, तदनन्तरं केन सम्बन्धेन कार्याधिकरणे अस्ति इति चिन्तयामः. मनः, मनः तु निमित्तकारणम् अस्ति महोदय. न न, इदानीं निमित्तकारणं वा असम वा ये कारणं वा इति मया न पृष्टम्. प्रथमं कारणम् इति साधयतु, मनः स्मृतिं प्रति कारणम् इति साधयतु प्रथमं. ज्ञानः तु ज्ञानं महोदय, ज्ञानः, ज्ञानं तु यद्भवति तत् तस्य अनुभवं मनसि एव भवति. नास्ति, मनसि भवति इत्युक्ते किम्? वयं न्यायवर्गे स्मः. निकषत्रयं पश्यतु. हा, समीचीनं. तत्र मेहुल् महोदय एकनिमिषं, मनसि भवति इति यदा कदापि न वक्तव्यं न्यायवर्गे. ज्ञानं कुत्र उत्पद्यते स्वामी महोदय? आत्मनि महोदय. हा, तर्हि मनसि इति किमर्थं वदति? मनसि आत्मज्ञानं जायते वा? न खलु, तस्य साहाय्यं भवतु, तत् त्यजतु. इदानीं मनसि आत्मज्ञानं जायते इति यदा कदापि न वक्तव्यं न्यायवर्गे, अपि च वेदान्ते अपि तदा एव. मनः इति केवलम् इन्द्रियं, करणमेव. भवान् यानं स्वीकृत्य इतः तत्र गच्छति चेत् कः गच्छति? भवान् गच्छति वा यानं गच्छति वा? भवान् एव गच्छति खलु, तत्र करणत्वेन यानं स्वीकरोति भवान्. अस्तु, भवतु. तर्हि इदानीं निकषात्रयं यदा मेहुल् महोदयेन उक्तं, निकषात्रयं मेहुल् महोदय भवानेव प्रतिपादितं महोदय. आम् आं महोदय, निकषत्रयं वयं दृष्टवन्तः. कार्याधिकरणे स्थातव्यं कारणं, कारणं तु प्रथमनिकषयः. अत्र यदि पश्यामः चेत् मनः इति कार्याधिकरणे इत्युक्ते आत्मनि इति अस्ति इति प्रथमनिकषः पूरितं. द्वितीयं तु कारणं कार्याधिकरणे सर्वदा स्थातव्यं, सर्वदा भवेत्, अतः अत्रापि मनः सर्वदा आत्मनि एव अस्ति, अतः द्वितीयनिकषः अपि पूरितं. तृतीयम् एकनिमिषं महोदय, एकनिमिषं, समीचीनं भवति यद्भवता उक्तं तत् समीचीनं, किन्तु सर्वदा अस्ति इति किञ्चित् चिन्तयतु. कथं वा निरूपयति सर्वदा अस्ति इति? एवमेव वदति चेत् कथं वा मनः सर्वदा आत्मनि अस्ति? मनः आत्मगुणः, मनः आत्मगुणः नास्ति खलु? आमां, तत्तु आत्मगुणः नास्ति, परन्तु मनः इति आत्मनि एव, परन्तु कथम् अथवा तस्य तर्कः कः इति चिन्तनीयम्. अस्माभिः पठितं, किन्तु पुनस्मारणार्थम् अहं पृच्छामि. हा श्रीराम महोदय. आत्मा, आत्मविभुः अस्ति. हा, सत्यं, विभुः अस्ति. तत् कृत्वा तत्र आत्ममनसंयोगः भवति. तत्र मनसि विभु, आत्मा विभु अस्ति इति कृत्वा तत्र संयोगः कथं भवति इत्युक्ते मनसि क्रिया भवेत् इति अहं चिन्तयामि. तद् तत्कारणेन तत्र आत्मा अपि च मनयोः मध्ये संयोगः भवेत्. हा, उत्तमं. अत्र एतत् सर्वं मनसि आगन्तव्यमस्ति. प्रथमनिकषा का? आत्मा मनः आत्मनि अस्ति, कारणं कार्यादिकरणे अस्ति. अत्र कार्यादिकरणम् इति आत्मा. अस्तु, कारणमस्ति मनः. मनसः विषये एव इदानीं चिन्तयन्तः स्मः. अस्तु, मनः आत्मनि, मनः इति कारणम्, आत्मा इति कार्यादिकरणे अस्ति. केन सम्बन्धेन? संयोगसम्बन्धेन अस्ति. अत्र प्रत्येकं जीवात्मनः एकं मनः अस्ति इति अस्माभिः पूर्वम् उक्तं खलु. यावन्ति जीवात्मनः सन्ति तावन्ति मनांसि अपि सन्ति. अपि च तयोः मध्ये विशिष्टसंयोगः अस्ति, विशिष्टसंयोगः अस्ति इति अपि अस्माभिः दृष्टम् इति एकं. तर्हि तत्र मनः आत्मनि अस्ति इति वक्तुं शक्यते. द्वितीयनिकषा का? मनः कारणं कार्यादिकरणे सर्वदा भवेत्. तत्र तर्कः कः इति चेत् आत्मा विभुः. विभुः इत्युक्ते किं? सर्वत्र अस्ति. तर्हि मनः यत्र अस्ति तत्र आत्मापि अस्ति. मनः यत्र कुत्रापि भवतु, आत्मा तत्र अस्ति एव. तर्हि सर्वदा अस्ति. अस्तु, इदानीं तृतीयनिकषः. मेहुल् महोदय, भवान् एव चिन्तयतु. आं, तृतीयनिकषः कारणं तु कार्यादिकरणे कार्योत्पत्तेः पूर्वक्षणे भवेत्. तर्हि अत्र मनः इति आत्मनि स्मृति इति कार्यं तस्य उत्पत्तेः पूर्वक्षणे भवेत्. मनः तु तत्र भवेत् एव, मनः नास्ति चेत् स्मृतिः न उत्पद्यते. हा, किन्तु अत्र किञ्चित् भिन्नरीत्या वक्तव्यम्. इदानीं भवान् अन्तिमवाक्यं यद्भवता उक्तं तत्तु तत्र अन्वयसहचारः व्यतिरेकसहचारः वदति भवान्, मनः नास्ति चेत् स्मृतिः न भवत्येव इति. किन्तु अत्र कार्योत्पत्तेः पूर्वक्षणे भवेत् इति उक्तम्. आत्मा विभुः अस्ति, नित्यः अस्ति, खलु? आत्मा नित्य विभुः अस्ति, नित्यः अस्ति इति कृत्वा मनः आत्मना सह संयोगेन एव भवति. अपि च पूर्वक्षणे इत्युक्ते सर्वदा भवत्येव इति कृत्वा पूर्वक्षणे अपि अस्ति. आत्मनः नित्यत्वात् विभुत्वात् इति तर्कद्वयं वक्तव्यम् अत्र. इति कृत्वा निकषात्रयम् इदानीं पूरितम्. अस्तु, इदानीम् अन्वयसहचारः विविचेकसहचारः तस्मिन् विषये चिन्तयतु. अन्वय सहचारः अस्ति, यदि मनः अस्ति चेत् स्मृतिः अस्ति, मनस्य अभावः अस्ति चेत् स्मृतेः अभावः. मनसः अभावः अस्ति चेत् स्मृतेः अभावः. स्मृतेः अभावः, मनस्तत्वे सत्वं, मनाभावे स्मृतिरभावः इति कृत्वा इदानीं यस्य कस्यापि मनः नास्ति चेत् तेन स्मर्तुं शक्यते वा? न शक्यते. इति कृत्वा इदानीं कार्यकारणभावः निश्चितः. अस्तु, तर्हि इदानीम् अनेन चिन्तनेन किं जातं? मनः स्मृतिं प्रति कारणम् इति जातं. तद् निरूप्य इदानीं कीदृशकारणम् इति चिन्तनीयं. तत्र सम्बन्धः चिन्तनीयः. अस्तु, इदानीं स्वामिमहोदय, भवान् एव चिन्तयतु अत्र. मनः कीदृशकारणं? मनः आत्मनि केन सम्बन्धेन अस्ति? स्वामिमहोदय. आं महोदय, मनः तु मनः गुणं नास्ति. मनः द्रव्यं, द्रव्यद्रव्योः मध्ये द्रव्ययोः मध्ये संयोगं तु संयोगः. हा, संयोगः एव भवति खलु. तर्हि समवायीकारणमस्ति चेत् अत्र कारणता सम्बन्धः कः भवेत्? महोदय, पुनः पृच्छतु महोदय. समवायि समवायकारणमस्ति चेत् तत्र कारणता अवच्छेदकसम्बन्धः कः भवेत्? एतावच्छेदकं तादात्म्यसम्बन्धः खलु महोदय, तादात्म्यं हा, यत् स्वस्मिन् तादात्म्येन स्थित्वा समवायेन कार्यं जनयति तत् समवायीकारणं, तर्हि कारणतावच्छेदकसम्बन्धः कः? तादात्म्यसम्बन्धः. कार्यतावच्छेदकसम्बन्धः कः? समवायसम्बन्धः. इदानीं मनः तादात्म्यसम्बन्धेन आत्मनि अस्ति वा? नास्ति. तर्हि समवायकारणं न भवितुम् अर्हति. अस्तु, पुनः असमवायीकारणस्य कारणतावच्छेदकसम्बन्धः कः? तदपि प्रथमविध तत् त्यजतु, प्रथमविधं द्वितीयविधमिति त्यजतु महोदय. केवलम् अत्र मम प्रश्नः अस्ति, असमवायीकारणे कारणता अवच्छेदकसम्बन्धः कः? तदपि संयोगः एव नास्ति. यत् समवायसम्बन्धे कार्यादिकरणे समवायसम्बन्धेन स्थित्वा इति एव असमवायीकारणस्य लक्षणं भवति खलु. समवायसम्बन्धेन स्थित्वा इत्युक्ते कारणता अवच्छेदकसम्बन्धः इदानीं समवायसम्बन्धः. समवायेन कार्यं जनयति महोदय. त्यजतु, तत् समवायेन कार्यं जनयति इति तत्र समवायसम्बन्धः कार्यतावच्छेदकसम्बन्धः. तस्मिन् विषये इदानीं चिन्तनं न करणीयं. कारणतावच्छेदकसम्बन्धः कः? समवायकारणे कारणतावच्छेदकसम्बन्धः तादात्म्यसम्बन्धः, असमवायीकारणे कारणतावच्छेदकसम्बन्धः समवायीसम्बन्धः, समवायसम्बन्धः. मनः संयोगसम्बन्धेन आत्मनि अस्ति, तादात्म्यसम्बन्धेनापि न, समवायसम्बन्धेनापि न, खलु? सत्यं महोदय, संयोगमेव. अत्र इतोपि एकं चिन्तितमस्ति, न वा वक्ष्यमाणः स्व आश्रयसमवेतत्वम् इति. अस्तु, अस्मिन् विषये मेहुल् महोदय किञ्चित् चिन्तयति वा? स्व आश्रयसमवेतत्वम् इत्युक्ते किम्? आं महोदय, वयं दृष्टवन्तः स्व आश्रय अत्र मनसि आश्रय इति किम् इत्युक्ते अधिकरणं, तदेव आत्मा अस्ति. समवेतत्वम् इति इत्युक्ते उपरि गन्तव्यं, समवायसम्बन्धः इति समवेतम् इत्युक्ते उपरि गन्तव्यं तदा तत्र. सत्यं, किन्तु केन सम्बन्धेन उपरि गन्तव्यं? समवायसम्बन्धेन, समवायसम्बन्धेन उपरि गन्तव्यं समवेत. तत्र द्वयमपि मुख्यमस्ति, उपरि गन्तव्यम् इति तु सत्यं, किन्तु संयोगेन न, समवायेन उपरि गन्तव्यम्. आम् आम्. तर्हि अत्र विग्रहवाक्यं वदति वा समस्तपदस्य? स्व आश्रयसमवेतत्वं. स्वस्मिन् स्व आश्रये प्रथमं स्व आश्रय इति पदद्वयमस्ति खलु? आम् आम्. स्व आश्रय स्वस्य आश्रयः. समीचीनं, षष्ठी तत्पुरुष. स्वस्य आश्रयः, स्व आश्रयः, पुनः स्व आश्रयः अपि च समवेत. स्व आश्रये समवेतत् इति. हा, बहु समीचीनं, सप्तमी तत्पुरुषः. स्व आश्रये समवेतम्, पुनः स्व आश्रये समवेतं, स्व आश्रये समवेतं, तस्य भावः स्व आश्रये समवेतत्वं. अपि मनः नास्ति, मनः इदानीं स्व इति मनः इति स्वीकुर्मः चेत् स्वस्य आश्रयः कः अत्र? आत्मा. आत्मा, आत्मनि पुनः मनः समवेतम् इति न वक्तुं शक्यते खलु, अन्यद् भवेत्. अन्यद् भवेत्, सत्यम्, अन्यद् भवेत्. अपि च आत्मा मनः आत्मनि संयोगमेव नास्ति, अतः तत्र समवेतम् इति न वक्तुं शक्यते. तर्हि तेनापि सम्बन्धेन नास्ति इति कृत्वा निगमनं किम् इति कृत्वा अन्यत् किमपि कारणं भवेत् तदेव निमित्तकारणं समवायः नास्ति असमवायकारणं नास्ति अतः निमित्तकारणम् अस्ति बहु समीचीनं बहु समीचीनम् इति निमित्तकारणं मनः निमित्तकारणं तर्हि स्मृतेः आत्मा समवायीकारणम् आत्ममनसंयोगः इति गुणः असमवायीकारणं मनः निमित्तकारणम् इति तावत् प्राप्तम् अस्तु स्वामिमहोदय बुद्धं वा बुद्धं महोदय अस्तु भवान् किं करोतु भवान् एतदेव लिखित्वा मां प्रेषयतु कृपया यदा समयः लभ्यते तथा किञ्चित् लिखित्वा इत्युक्ते आरम्भतः असमवायीकारणस्य लक्षणं किम् असमवायीकारणस्य लक्षणं किं निमित्तकारणस्य लक्षणं किम् इति प्रथमं लिखित्वा अत्र स्मृतेः समवायीकारणं किं कथं तस्य समवायीकारणत्वं पुनः आत्मनसंयोगः इति असमवायीकारणं कथं वा तस्य असमवायीकारणत्वं पुनः मनः प्रथमं मनसः कारणत्वं निरूपणीयं तत्र निकषात्रयं कथं पूरितं तर्कः कः अपि च अन्वयसहचारः व्यभिचयसहचारः उक्त्वा तदनन्तरम् इदानीं तत्र कारणतावच्छेदकसम्बन्धः तादात्म्यः नास्ति समवायः नास्ति स्व आश्रयसमवेतत्वमपि नास्ति इति कृत्वा यत्किमपि न भवति तर्हि इदानीम् अवशिष्टमस्ति निमित्तकारणम् अस्तु इदानीं मनः निमित्तकारणम् एतत् सर्वम् एकवारं लिखित्वा स्थापयति चेत् मां प्रेषयति चेत् मनसि तत्र स्मरणं भवति आम् महोदय दीस् आर् ब्रेड् अण्ड् बटर् अन्लेस् यु गेट् दिस् बै हार्ट् यदा अग्रे गच्छामः तत्र प्रत्यक्षम् अनुमानम् उपमानम् इति एतेषां विषये चिन्तनं भवति तत्र जाटिल्यं भवति यदि एतानि ज्ञानानि मनसि सम्यक्तया न सन्ति तर्हि महान् क्लेशः अनुभूयते अतः माम् एकवारं प्रेषयतु मुरलीमहोदय भवानपि लिखित्वा मां प्रेषयतु आम् आम् अस्तु आं महोदय अवश्यम् अवश्यं महोदय महोदय भवान् पूर्वं मां न्यायविद्याद्री टर्म्स् इति प्रेषितं महोदय तत् प्रेषणीयं वा आम् इत्युक्ते भवान् भवतः पार्श्वे तत्तु किञ्चिदेव अस्ति तदनन्तरं भवान् तस्य मया न लिखितं किमर्थम् इत्युक्ते मम आवश्यकता न आसीत् इदानीं मम मनसि सर्वम् अस्ति इति कृत्वा ओ यदि भवतः आशयः अस्ति तर्हि भवानेव तस्य अप्डेट् करोतु इत्युक्ते यद् यद् यत्किमपि नूतनलक्षणम् अस्माभिः अध्ययनं क्रियते तत् अत्र अत्र तत् तस्मिन् डाक्युमेण्ट् मध्ये अप्डेट् करो अप्ग्रेड् करोतु महोदय अस्तु तर्हि मेहुल् महोदय अग्रे पठतु महोदय किमनेन आयातं महता प्रबन्धेन संस्कारस्य स्मृतिहेतुत्वे साधितेऽपि संस्कारमात्रजन्यत्वं तस्याः न घटते रूपप्रत्यक्षस्यापि हि चक्षुर्मात्रजन्यत्वं न घटते आत्ममनः संयोग मनोरूपाणां समवायि असमवायि निमित्तकारणानां सर्वत्र अनिवार्यत्वात् कथं तर्हि संस्कारमात्रजन्यं ज्ञानं स्मृतिः चक्षुर्मात्रग्राह्यो गुणो रूपं त्वगीन्द्रियमात्रग्राह्यः गुणः स्पर्शः इत्यादिलक्षणेषु विद्यमानं मात्रपदं योजनीयं तत्तु संस्कारभिन्नं स्मृतिं प्रति न कारणम् इति बोधयति चक्षुर्भिन्नं रूपप्रत्यक्षं प्रति न कारणम् इति त्वगीन्द्रियभिन्नं स्पर्शप्रत्यक्षं प्रति च न कारणम् इति बोधयति अस्तु अत्र यत् वयं पठितवन्तः पूर्वस्मिन् परिच्छेदे अपि च पूर्वे अपि महता प्रबन्धेन बहु किमपि तत्र वयं चर्चितवन्तः तेन किम् अन्त्यतो गत्वा किं बोध्यम् इत्युक्ते संस्कारस्य स्मृतिहेतुत्वे हेतुत्वं वयं साधितम् इत्युक्ते स्मृतिः संस्कारः इति स्मृतेः कारणं भवति तत् साधितं साधितं, परन्तु तथापि संस्कारमात्रजन्यत्वं तस्याः न घटते. इत्युक्ते स्मृतेः कारणं केवलं संस्कारमात्रजन्यत्वम्, इत्युक्ते स्मृतिः केवलं संस्कारेण एव जनयति इति पूरितं नास्ति, न घटते इत्युक्ते अहं मन्ये तत् पर्याप्तं नास्ति, सङ्गच्छते इति, समीचीनं नास्ति इति. ओ समीचीनं नास्ति, अस्ति अस्तु अस्तु, न समीचीनं नास्ति. तत् तथैव रूपप्रत्यक्षस्यापि, इत्युक्ते रूपस्य ज्ञाने अपि चक्षुर्मात्रजन्यत्वम् इति लक्षणं वयं दृष्टवन्तः, तदपि न सङ्गच्छते. केवलं चक्षुषा एव रूपस्य ज्ञानं भवति, तदेव केवलं कारणम् इति न सङ्गच्छते. किमर्थम् इत्युक्ते अत्र हा अग्रे दत्तम् अत्र आत्मा इति आत्मा अपि च आत्ममनः संयोगः अपि च मनः, एते सर्वे समवायि असमवायि अपि च निमित्तकारणानां कारणानि भवन्ति इति अपि वयं दृष्टवन्तः अधुना एव. ते सर्वे कारणानि सर्वत्र तस्य विवरणम् अथवा तस्य परिशीलनम् अनिवार्यम्. अतः केवलम् अत्र चक्षुषा एव रूपः गृह्यते अपि अथवा केवलं संस्कार एव स्मृतेः कारणम् इति न सङ्गच्छति. तत्र समवायिकारणं किम्, असमवायिकारणं किम्, अपि च निमित्तकारणानि कानि, एतत् सर्वम् अपि द्रष्टव्यं, ते अपि अनिवार्यं. कथं तर्हि संस्कारमात्रजन्यं ज्ञानं स्मृतिः, एतद् अस्ति चेत् कथं लक्षणवाक्ये वयं दृष्टवन्तः संस्कारं मात्रजन्यं ज्ञानं स्मृतिः इति एव कथं तत्र लिखितम्, अपि च रूपस्य लक्षणे अपि चक्षुर्मात्रग्राह्यो गुणो रूपम् इति किमर्थं तत्र लिखितम्, अपि च त्वगिन्द्रियमात्रग्राह्यः गुणः स्पर्शः इति सर्वे इत्यादि लक्षणेषु वयं दृष्टवन्तः, तत्र मात्र पदेन केवलम् एक एव कारणं तत्र लिखितं, तर्हि मात्रपदं किमर्थं तत्र योजनीयम् इति प्रश्नः अस्ति. अधुना अत्र रूपं प्रति कानि कारणानि, रूपं प्रति अत्र चक्षुर्मात्रग्राह्यो गुणः इति एव दत्तम्, अतः तत् त्यजतु, भवतः अवगमन अनुसारं रूपं प्रति कानि कारणानि सन्ति किञ्चित् प्रतिपादयति वा? रूपं प्रति कानि कारणानि, तत् समवायि असमवायि निमित्तकारणानि कानि इति खलु, यानि कारणानि भवता चिन्तयितुं शक्यते तानि सर्वाणि कारणानि वदतु. अत्र रूप यदि उदाहरणरूपेण पश्यामः चेत् घटः इति एकः पदार्थः अस्ति, तस्य रूपस्य समवायिकारणं किं, तर्हि मृत्तिका इति द्रव्यम् इति तस्य समवायिकारणम्. एकनिमिषं महोदय, अत्र रूपम् इति पदस्य अर्थः कः? गुणः न, अर्थः कः? गुणः, रूपः कीदृशपदार्थः, रूपं कीदृशपदार्थः इति चेत् गुणः, गुणः अर्थः. भवतः मनसि रूपम् इत्यनेन किम् अस्ति इति मम भ्रमः अस्ति. रूपम् इत्युक्ते किम्? रूपम् इत्युक्ते अहं मन्ये तस्य आकारः नास्ति इति मया चिन्तितम्. वर्णः अत्र वर्णः वर्णः एव वर्णः वर्णः इति स्वीकृत्य वदतु इदानीम्. ओ अस्तु अस्तु. रूपम् इत्युक्ते उदाहरणतः नीलवर्णः, पीतवर्णः, हरितवर्णः इति अस्ति. वर्णः, तर्हि इदानीं नीलवर्णः घटे नीलो घटः इति घटः अस्ति, तस्मिन् विद्यमानः नीलरूपं प्रति कानि कारणानि सन्ति? नीलरूपं प्रति नीलत्वम् इति प्रथम समवायिकारणम् अस्ति. नीलत्वं प्रथमसम नीलत्वम् इति कीदृशपदार्थः? नीलत्वम् इति अपि गुणः अतः नीलत्वम् इति गुणः भवति वा नीलत्वमिति धर्मः खलु नीलरूप नीलत्वमिति जातिः खलु ओ जातिः आं सत्यं क्षम्यतां जातिः जातिजयोः मध्ये समवायसम्बन्धः तर्हि नीलत्वम् इति समवायिकारणं भवति रूपस्य नीलरूपस्य प्रति कथं नीलत्वं समवायिकारणस्य लक्षणं किं स्वस्मिन् तादात्म्येन स्थित्वा समवायेन कार्यं जनयति खलु नीलत्वं नीलरूपं जनयति वा नो चेत् नीलत्वं नीलरूपे अस्ति वा नीलत्वम् इति नीलरूपे अस्ति धर्मः अस्ति खलु नीलरूपस्य अस्ति किन्तु जनयति इति कथं वक्तुं शक्यते कारणं तु जनकः भवेत् खलु आमां परन्तु अहं मन्ये तदेव अहं मन्ये यदि नीलत्वं नास्ति चेत् तत्र नीलरूपं कथम् आगच्छति नीलत्वं नास्ति इति वक्तुं शक्यते वा प्रथमं न वक्तुं शक्यते किमर्थं नीलरूपमेव अस्ति अतः तत् तस्य धर्मः नीलत्वमेव न नीलत्वम् इति जातिः नित्या अस्ति खलु ओ अस्तु नीलत्वम् इति जातिः नित्या अस्ति सर्वे जातयः नित्याः ओ अस्तु तर्हि नीलत्वं नास्ति इति तादृशचिन्तनमेव न कार्यम् आम् आं सत्यं सर्वदा अस्ति इत्युक्ते अत्र आत्मा नित्यः इति कृत्वा आत्मा नास्ति चेत् इति तादृशचिन्तनमेव न करणीयम् आत्मा नास्ति इति न यदा कदापि न भवति सत्यम् अस्तु किञ्चित् अस्तु भवान् जानाति एव किञ्चित् वदतु अत्र रूपं कुत्र अस्ति महोदय रूपं गुणि गुणः गुणिनो गुणिन् अस्ति खलु हा तर्हि अत्र उदाहरणे नीलो घटः इत्यत्र नीलरूपं कुत्र अस्ति घटे अस्ति हा तर्हि घटः इदानीं कीदृशकारणं नीलरूपं प्रति समवायिकारणं हा समीचीनं घटः एव समवायिकारणं नीलरूपस्य असमवायिकारणं किम् समवायेन स्थित्वा समवायेन कार्यं जनयति तर्हि रूप नीलरूपं जनयति असमवायिकारणं किम् घटे नीलरूपं कथं जायते यदि कपाले पीतरूपमस्ति चेत् घटे नीलरूपं जायते वा न घटे घटे यः नीलरूपमस्ति तदेव घट कपाले यत् नीलरूपमस्ति तदेव असमवायिकारणं घटे नीलरूपं नीलरूपसंयोगं नीलरूपकपालसंयोगं महोदय नीलरूपम् अपि च कपालः अनयोः मध्ये संयोगः अस्ति वा न नीलरूपे द्वौ कपाले अस्ति चेत् तत्र संयोगमेव इति गुणः संयोगमिति असमवायिकारणं सो नीलवर्णकपालं महोदय मम प्रश्नः कः इति चिन्तयित्वा उत्तरं वदतु घटं प्रति घटे विद्यमाननीलरूपं प्रति किम् असमवायिकारणं कपाले नीलरूपमस्ति तदेव सत्यं कपाले विद्यमाननीलरूपमेव घटे विद्यमाननीलरूपं प्रति असमवायिकारणम् हा तर्हि इदानीम् असमवायिकारणम् उक्तं निमित्तकारणानि कानि रूपं प्रति नीलरूपं प्रति निमित्तकारणं कुलालः अपि भवितुमर्हति खलु तत् नीलरूपं लेपयति चेत् तत्र किन्तु लेपनं न करोति खलु इत्युक्ते कपाले यद् रूपमस्ति तदेव घटे रूपं जनयति, घटस्य उत्पादनानन्तरं कुलालः लेपनं न करोति। आम् आम्, तर्हि तत्र कोऽपि कारणं निरुद्धकारणं नास्ति। अस्तु, अत्र पश्यतु, अतः एव मया पृष्टं, भवता अत्र रूपप्रत्यक्षस्य अपि हि चक्षुर्मात्रजन्यत्वं न घटते इति लिखितमस्ति खलु। चक्षुर्मात्रजन्यत्वं रूपम् इति तावदेव वदामश्चेत् इदानीं रूपस्य ज्ञानं विना रूपमस्ति इति वक्तुं शक्यते वा? न वक्तुं शक्यते। तर्हि अपि च चक्षुः विना, चक्षुः इति इन्द्रियं विना रूपमस्ति इति ज्ञातुं शक्यते वा? न ज्ञातुं शक्यते। रूपस्य ग्राहकः चक्षुः अस्ति खलु? आं सत्यं। तर्हि चक्षुः रूपं प्रति निमित्तकारणं भवति, यथा मनः स्मृतिं प्रति निमित्तकारणं भवति तथा चक्षुः अपि रूपप्रति निमित्तकारणं भवति। सत्यं सत्यं। तर्हि अपि च रूपस्य ज्ञानं कुत्र जायते? आत्मनि जायते खलु? आत्मनि जायते। तर्हि आत्मा अपि निमित्तकारणम्, आत्ममनसंयोगः अपि निमित्तकारणं, सर्वमस्ति अत्र, बहूनि कारणानि सन्ति। सत्यं, हा, तदेव अग्रे लिखितं, पूर्वे लिखितम्, आत्मा आत्मनसंयोगः मनः एतत् सर्वम् अत्र वक्तव्यम्, अनिवार्यम्। हा, इति बोधः अत्र अस्ति, रूपं प्रति एव, अत्र केवलं स्मृतिं प्रति नास्ति, रूपं प्रति अपि आत्मा आत्ममनसंयोगः मनः पुनः चक्षुः तत् सर्वं भवेत्, तत्र घटः अपि च कपाले विद्यमाननीलरूपम् इति बहूनि कारणानि सन्ति। सत्यं, तर्हि अत्रापि प्रश्नः अस्ति, कथं वा ग्रन्थकारः वदति चक्षुर्मात्रग्राह्यो चक्षुर्मात्रजन्यत्वम् इति प्रश्नः अस्ति। सम्यक्, हा, अस्तु, इदानीम् अग्रे वदतु। आं, तदेव अत्र अग्रे अपि त्वगीन्द्रियमात्रग्राह्यः गुणः स्पर्शः इति कथं लिखितं, किमर्थं तत्र मात्रपदं योजनीयम् इति प्रश्नः अस्ति। तत्तु संस्कारभिन्नं स्मृतिं प्रति न कारणम् इति बोधयति। तर्हि केवलं यदि मात्रपदम् इत्यस्य अर्थः यदि केवलम् इति स्वीकुर्मः चेत् संस्कारभिन्नं स्मृतिं प्रति न कारणम् इति बोधयति। इत्युक्ते स्मृतिं प्रति एतत् सर्वं कारणानि, अन्य सर्वे कारणाः नास्ति इति तत् बोधयति। यदि मात्रपदस्य अर्थः केवलम् इति स्वीकुर्मः चेत् अपि च चक्षुर्भिन्नं रूपप्रत्यक्षं प्रति न कारणम् इत्युक्ते चक्षुः केवलं चक्षुः एव रूपस्य ज्ञानं प्रति कारणं भवति, अन्यत् किमपि न भवति इति बोधयति। अपि च किं महोदय, अत्र चक्षुर्भिन्नं रूपप्रत्यक्षं प्रति न कारणम् इति बोधयति, अत्र चक्षुर्भिन्नं भिन्नपदेन किम् उक्तम्? हा, तदेव आत्मनः संयोगः मनः इति सर्वे, अपि च अन्य निमित्तकारणानि अपि सर्वे न इति अहं मन्ये। अस्तु, तादृशमिदानीं स्वीकुर्मः चक्षुर्भिन्नं रूपप्रत्यक्षं प्रति न कारणम् इत्युक्ते मात्रपदेन अन्यद् यत्किमपि न कारणम् इति तादृशं बाधि, किन्तु यदि तादृशं वदामश्चेत् अत्र न सङ्गच्छते, किमर्थमित्युक्ते बहूनि कारणानि सन्ति खलु, केवलम् अत्र चक्षुः एव कारणम् इति नास्ति, आत्मा अपि कारणम्, आत्ममनसंयोगः कारणं, मनः अपि कारणं, घटः अपि कारणं, कपाले विद्यमाननीलरूपमपि कारणम् इति बहूनि कारणानि सन्ति इति कृत्वा यदि चक्षुर्भिन्नं यत्किमपि चक्षुर्भिन्नमस्ति इत्युक्ते यद् चक्षुः नास्ति तत्सर्वं कारणं नास्ति कुर्मश्चेत् तत्र क्लेशः अस्ति, क्लेशः भवति। सम्यक्, तर्हि तत्र समाधानं वक्तव्यम्, इतोपि किञ्चित् वक्तव्यमस्ति। अस्तु, अग्रे श्रीराम महोदय पठति वा? पठामि महोदय। अतः एवं समाधानं वाच्यं त्वगिन्द्रियमेव चक्षुर्भिन्नं गन्तकर्तुः बुद्धौ वर्तते. चक्षुरिन्द्रियजन्यप्रत्यक्षविषयत्वम् अलक्ष्ये सङ्ख्यायाम् अस्ति इति भवति अतिव्याप्तिः. अतः तद्वारणाय त्वगिन्द्रियजन्यप्रत्यक्षविषयत्वाभाव एव लक्ष्ये निवेश्यः लक्षणे निवेश्यः. सङ्ख्या च तादृशविषयत्व अभाववति न भवति इति न लक्षणे अतिव्याप्तिः. स्पर्शलक्षणे च त्वगिन्द्रियभिन्नं चक्षुः तज्जन्यप्रत्यक्षविषयत्वाभावः पूर्ववद्येव सङ्ख्यायाम् अतिव्याप्तिवारणाय निवेश्यः. अतः रूपलक्षणे त्वगिन्द्रियग्राह्यत्वं स्पर्शलक्षणे च चक्षुरिन्द्रियग्राह्यत्वं प्रवेश्यम् इति फलितार्थः. स्मृतिलक्षणे अपि संस्कारभिन्नम् इन्द्रियं विवक्षितं तज्जन्यत्वाभावं निवेश्य वक्षमाणरीत्या प्रत्यभिज्ञाम् अतिव्याप्तिर्निवार्यते इति सर्वं समञ्जसम्. अत्र अतः अस्माकं मूलप्रश्नः अस्ति, बहूनि कारणानि सन्ति, कथं वा तदा ग्रन्थकारेण चक्षुमात्रग्राह्यगुणः इति लक्षणवाक्ये निरूपितं, लक्षणवाक्यं निरूपितम्. अतः एवं समाधानं वाच्यं, त्वगिन्द्रियमेव चक्षुर्भिन्नं ग्रन्थकर्तुः बुद्धो वर्तते. अत्र ग्रन्थकारस्य विवक्षानुगुणं तत्र केवलं त्वगिन्द्रियमेव तस्य मनसि आसीत्, तत्र अतिव्याप्ति तत्र भवति इति अहं चिन्तयामि. त्वगिन्द्रियमेव चक्षुर्भिन्नं भिन्न इन्द्रियेषु तत्र चक्षु इति स्वीकुर्मश्चेत् भिन्न इन्द्रियाणि तत्र त्वग् अस्ति, तन्त्रं रसनम् अस्ति, श्रोत्रमस्ति, तेषु केवलं त्वगिन्द्रियमेव तस्य मनसि आसीत्, तस्य लक्ष्यम् आसीत्. चक्षुन्द्रियजन्यप्रत्यक्षविषयत्वम् इतोपि किञ्चित् स्पष्टतया वक्तव्यम् अत्र. अस्तु, तत्र ग्रन्थकर्तुः बुद्धौ वर्तते इति, तत्र त्वगिन्द्रियमेव चक्षुर्भिन्नं ग्रन्थकर्तुः बुद्धौ वर्तते इत्युक्ते मात्र इति पदं प्रयुक्तं खलु. मात्र इति पदेन ग्रन्थकर्तुः मनसि किमस्ति इति चेत् त्वगिन्द्रियमेव अस्ति. त्वगिन्द्रियमेव अस्ति. अत्र चक्षुर्भिन्नम् इत्युक्ते चक्षुर्भिन्नम् इत्युक्ते किम्? अन्यत् सर्वम् इति नास्ति. यथा मेहुल् महोदयेन पूर्वम् उक्तं तादृशम् अवगन्तव्यम्. यद्यपि मात्र इति पदेन सामान्यतया व्यवहारे वदामश्चेत् अत्र मात्र इति पदेन यदुक्तं तस्मात् यद्यद् भिन्नमस्ति तत् सर्वं तस्मिन् अन्तर्भूतं भवति, तादृशम् अत्र न अर्थः अवगन्तव्यः. तर्हि कथम् अवगन्तव्यं मात्र इति पदेन किं विवक्षितम् इति चेत् केवलं त्वगिन्द्रियमेव विवक्षितम्. त्वगिन्द्रियं चक्षुर्भिन्नम् इत्युक्ते किं? त्वगिन्द्रियं. त्वगिन्द्रियम् एव विवक्षितं. किमर्थम्? अस्तु, अग्रे पठतु. चक्षुरिन्द्रियजन्यप्रत्यक्षविषयत्वम् अलक्ष्ये सङ्ख्यायाम् अस्ति इति भाति अतिव्याप्तिः. इदानीं चक्षुरिन्द्रियजन्यप्रत्यक्षविषयत्वम् इदानीं चक्षुरिन्द्रियजन्यप्रत्यक्षविषयाः भवन्ति इत्युक्ते तत्र रूपं भवति, तन्त्रं द्रव्यं भवति, सङ्ख्या अपि भवति तत्र चक्षुन्द्रियस्य विषयाः. सत्यम्. अलक्ष्ये सङ्ख्यायाम् अस्ति इति भवति अतिव्याप्ति. अलक्ष्ये इत्युक्ते यस्मिन् यद् अस्माकं लक्ष्यं नास्ति तद् अलक्ष्यं न लक्ष्यम् अलक्ष्यम् तस्मिन् अतिव्याप्तिः भवति सङ्ख्यायाम् अलक्ष्ये सङ्ख्यायां सङ्ख्या अस्माकं सङ्ख्या लक्ष्यं नास्ति अलक्ष्ये सङ्ख्यायां तत्र अतिव्याप्तिः भवति इत्युक्ते तत्र सङ्ख्या इदानीं पुस्तकत्रयम् अस्ति दृष्ट्वा अपि पुस्तकत्रयम् अस्ति इति वक्तुं शक्नुमः अदृष्ट्वा स्पर्शेन अपि वक्तुं शक्नुमः सत्यं पुस्तकत्रयं कदा अतिव्याप्तिः भवति लक्षणवाक्यं यदा अस्ति चेत् अतिव्याप्तिः भवति लक्षणवाक्ये अस्ति चेदेव अतिव्याप्तिः भवति लक्षणवाक्यं कदा भवेत् एतादृश अतिव्याप्तिः भवति चेत् लक्षणवाक्यं कदा भवेत् एतादृश कदा इत्युक्ते कथं भवेत् क्षम्यतां कदा नास्ति कथं भवेत् तत्र मात्रपदं योजनीयं वा तत्र मात्रपदं त्यजामश्चेत् मात्रपदं त्यजामश्चेत् चक्षुर्मात्रग्राह्यो रूपम् इति अस्ति खलु तत्र चक्षुर्ग्राह्यो रूपम् इति तावदेव मात्रपदं त्यक्त्वा वदामश्चेत् मात्रपदं त्यक्त्वा वदामश्चेत् कुत्र अतिव्याप्तिः भवति तत्र सङ्ख्यायां सत्यं खलु सङ्ख्यायाम् अतिव्याप्तिः भवति सत्यं हा इति सत्यं यदि लक्षणवाक्ये इदानीं रूपस्य लक्षणं किं चक्षुर्मात्रग्राह्यो गुणः रूपम् इत्यस्मिन् लक्षणवाक्ये मात्रपदं त्यजामश्चेत् इदानीं लक्षणं कथं भवति चक्षुर्ग्राह्यो गुणः रूपम् इति भवति सङ्ख्या अपि गुणः हा सङ्ख्या अपि गुणः सङ्ख्या अपि चक्षुषा गृह्यते गृह्यते गुणः अपि अस्ति सङ्ख्या इति कृत्वा तत्र अतिव्याप्तिः भवति हा तत्र अतिव्याप्तिः भवति अतः अग्रे पठतु अतः तद्वारणाय तुगिन्द्रियजन्यप्रत्यक्षविषयत्वाभावः विषयत्व अभावः एव लक्षणे निवेशयः अस्तु अत्र अत्र इतोपि चिन्तनीयं महोदय पश्यतु इदानीं वाक्यमस्ति चक्षुर्मात्रग्राह्यो गुणः रूपम् अत्र यदि मात्रपदं त्यजामश्चेत् चक्षुर्ग्राह्यो गुणः इति वदामश्चेत् सङ्ख्यायामपि लक्षणं पतति इति तु सत्यं किन्तु इदानीम् अत्र द्वितीयपङ्क्तौ किं द्वितीयवाक्ये किं दत्तमस्ति तद्वारणाय त्वगिन्द्रियजन्यप्रत्यक्षविषयत्वाभावः इति अपि योजनीयम् इत्युक्ते त्वचा अपि सङ्ख्या गृह्यते खलु सत्यं सङ्ख्या गृह्यते चक्षुषा अपि सङ्ख्या गृह्यते त्वचा अपि सङ्ख्या गृह्यते केवलं रूपे एव लक्षणं लक्षणस्य पतनं भवेत् चेत् तत्र रूपे तादृशगुणः स्वीकरणीयः यस्मिन् त्वगिन्द्रियजन्यप्रत्यक्षविषयत्व अभावः अपि भवेत् सत्यं रूपे तदस्ति खलु तदस्ति त्वगिन्द्रियेण न ग्रहीतुं शक्यते तदपि योजनीयं भवति तर्हि तदेव विवक्षितं तद् योजितं किन्तु कथं योजितम् इति चेत् मात्रपदेन सत्यं मात्रपदेन तदेव विवक्षितः तर्हि रूपस्य लक्षणे चक्षुर्मात्रग्राह्यो गुणः रूपम् इत्यस्मिन् लक्षणवाक्ये मात्रपदेन किं विवक्षितम् इति चेत् त्वगिन्द्रियजन्यप्रत्यक्षविषयत्व अभावः एव विवक्षितः अन्यत् सर्वं न विवक्षितम् इत्युक्ते आत्मापि भवितुमर्हति कारणम् अत्र यदि अत्र त्वगिन्द्रियजन्यप्रत्यक्षविषयत्वाभावः न वदामश्चेत् सङ्ख्यायाम् अतिव्याप्तिः भवति. कीदृश अतिव्याप्तिः इति चेत् चक्षुषा अपि सङ्ख्या गृह्यते, त्वचा अपि सङ्ख्या गृह्यते, खलु? सत्यं, सङ्ख्या अपि गुणः अस्ति, तत्र रूप अपि च सङ्ख्या मध्ये अतिव्याप्ति. हा, तर्हि मात्रपदेन तत्र चक्षुर्भिन्नं यत् सर्वम् अस्ति तद् न विवक्षितम्, केवलं त्वगिन्द्रियजन्यप्रत्यक्षविषयत्वाभावः एव विवक्षितः अस्ति मात्रपदेन. तादृशम् अवगन्तव्यम् इति उक्तं. बुद्धं वा महोदय? बुद्धं वा? आम् आं महोदय, यत्र यत्र अतिव्याप्तिः भवति तत् सर्वम् अत्र मात्रपदेन निर्दिश्यति, तदेव अत्र. हा अस्तु, अहम् एकं प्रश्नं पृच्छामि, भवता समीचीनतया अवगतं वा इति न. इति अत्र त्वगिन्द्रियजन्यप्रत्यक्षविषयत्वाभावः इति केवलं त्वगिन्द्रियमेव उक्तं, किमर्थं रसनेन्द्रियं न उक्तम्? रसनेन्द्रियेण रूपस्य ग्रहणं न भवति एव अतः. न, रसनेन्द्रेण द्रव्यप्रत्यक्षं न भवति, केवलं रसनस्य गुणस्य एव. अस्तु, तत्र इतोपि स्पष्टतया वक्तव्यम्, अत्र रसनेन्द्रियेण रूपं न गृह्यते इति तु सत्यम्, अपि च रसनेन्द्रियेण द्रव्यमपि न गृह्यते इति तु सत्यं, किन्तु अत्र अतिव्याप्तिः कुत्र उक्तः? तत्र सङ्ख्यायां, रसनेन्द्रियेण सङ्ख्या गृहीतुं शक्यते वा? न, द्रव्यं न गृह्यते चेत् सङ्ख्या न ग्रहीतुं शक्यते इति भवान् तादृशं वदति, किन्तु सङ्ख्या न गृह्यते इति वार्ता अस्ति. सत्यं सत्यं, तदेव मुख्यतर्कः. रसनेन्द्रियेण वा, घ्राणेन्द्रियेण वा, श्रोत्रेन्द्रियेण वा सङ्ख्या न ग्रहीतुं शक्यते इत्यतः तेषां निवारणं न करणीयमेव. त्वगिन्द्रियेण सङ्ख्या ग्रहीतुं शक्यते इति कृत्वा अत्र मात्रपदं योजनीयं. योजनेन किं साधितं? त्वगिन्द्रियजन्यप्रत्यक्षविषयत्वाभावः साधितः अस्ति, शुद्धं खलु? तदेव अग्रे अग्रे दत्तम्, अतः रूपलक्षणे इन्द्रिय अग्राह्यत्वं, स्पर्शलक्षणे च चक्षुरिन्द्रिय अग्राह्यत्वं प्रवेश्यम्. अस्तु, इदानीं श्रीराम महोदय अग्रे वदतु. सङ्ख्या च तादृशविषयत्वाभाववति न भवति इति न लक्षणे अतिव्याप्तिः. इदानीं सङ्ख्यायां तादृश विषयत्वाभाववति सा न विषयत्व कीदृशविषयत्वाभावः अत्र तादृशविषयत्व विषयत्व अभावः तादृश इत्युक्ते कीदृश त्वगिन्द्रियजन्यप्रत्यक्षविषयत्व त्वगिन्द्रियजन्यप्रत्यक्षविषयत्व अभाव तादृशविषयत्व अभाववती न भवति. एकनिमिषं महोदय, किञ्चित् सङ्ख्या च तादृशविषयत्वाभाववती न भवति इति न लक्षणे अतिव्याप्तिः. कस्मिन् लक्षणे अतिव्याप्तिः? तत्र रूपलक्षणे, रूपलक्षणे न अतिव्याप्तिः. हा, तत्र मात्रपदस्य योजनेन सङ्ख्यायां जायमान अतिव्याप्तिः निवारिता भवति. सत्यम्. सङ्ख्यं च तादृशविषयत्वाभाववति न भवति इति न लक्षणे अतिव्याप्तिः. रूपलक्षणे अतिव्याप्तिः न भवति यदि मात्रपदं योजयामः. मात्रपदेन किं विवक्षितं? त्वगिन्द्रियजन्यप्रत्यक्षविषयत्वाभावः विवक्षितः अस्ति. सत्यं, तादृशविषयत्व अभाववति सङ्ख्या न भवति. अस्तु अस्तु, अवगतं महोदय. उद्धं खलु, सङ्ख्या त्वगिन्द्रियेण विषयत्वं न भवति. अस्तु, सङ्ख्यायाम् त्वगीन्द्रियजन्यप्रत्यक्षविषयत्वम् अस्ति, न तु तस्य अभावः. अभावः विषयत्वम् अस्ति तत्र खलु. सङ्ख्यायां त्वगीन्द्रियजन्यप्रत्यक्षविषयत्वम् अस्ति इति कृत्वा सङ्ख्या तादृशविषयत्व अभाववती न भवति. वती इति मधुप्रत्ययः स्त्रीलिङ्गे. अभाववती न भवति इति कृत्वा लक्षणे नातिव्याप्तिः. रूपलक्षणे तत्र रूपलक्षणे नातिव्याप्तिः. हा तर्हि अत्र अत्र एवमेव वदामः, चक्षुर्मात्रग्राह्यो गुणः रूपं. तत्र मात्रपदेन किं? केवलं चक्षुषा गृह्यते इति सामान्यतया वदामः. किन्तु अत्र केवलम् इत्यनेन किम् इति चेत् हा अत्र समीचीनतया गभीरचिन्तनं कृत्वा केवलम् इति पदेन किम् उक्तम्? त्वगिन्द्रियजन्यप्रत्यक्षविषयत्वाभावः एव उक्तम्. यदि एतद्विहाय अन्यत् सर्वं स्वीकुर्मश्चेत् तत्र लक्षणं लक्षणे दोषः भवति. किमर्थमित्युक्ते आत्मापि कारणमस्ति, मनः अपि कारणमस्ति, आत्मनसंयोगः अपि कारणमस्ति, घटः अपि कारणमस्ति, कपाले विद्यमानरूपमपि कारणमस्ति. तर्हि तानि सर्वाणि कारणानि मात्रपदेन न निवारितानि, न निवारितानि, तेषां निषेधः न कृतः. केवलं त्वगिन्द्रियजन्यप्रत्यक्षविषयत्वम् एव निवारितम् अस्ति. तदेव विवक्षा, सा एव विवक्षा. अस्तु अग्रे महोदय. रूपलक्षणे स्पर्शलक्षणे च त्वगिन्द्रियभिन्नं चक्षुः तज्जन्यप्रत्यक्षविषयत्व अभावः पूर्ववद्देव सङ्ख्यायाम् अतिव्याप्तिवारणाय निवेश्यः. इदानीं स्पर्शं स्पर्शः अस्ति तत्र स्पर्श मात्र ग्राह्यो गुणः इति अस्ति. त्वग् मात्र त्वग् तत्र भ्रमः अस्ति. त्वगिन्द्रियमात्रग्राह्यो गुणः मात्र मात्र ग्राह्यो गुणः स्पर्शः इत्यत्र तत्र स्पर्शलक्षणे त्वगिन्द्रियभिन्नं चक्षु. इदानीं मात्रप्रदं किं सूचयति इत्युक्ते त्वग् भिन्न इन्द्रियम् अस्ति चक्षु. चक्षुषा अपि सङ्ख्यां गृह्यते, त्वचा अपि सङ्ख्यां गृह्यते. यदा मात्रपदं न योजयामः तत्र कथं भवति लक्षणवाक्यं? त्वग् ग्राह्यो गुणः स्पर्शः इति भवति. त्वग् मात्र त्वग् त्वगिन्द्रियग्राह्यः न तु केवलं स्पर्शः अपि तु द्रव्यं सङ्ख्या अपि अस्ति. सङ्ख्या इति गुणः अस्ति इति कृत्वा तत्र अतिव्याप्तिः भवति. इदानीम् अतिव्याप्ति कथं वा निवारयामश्चेत् तत्र चक्षु इन्द्रियजन्यप्रत्यक्षविषयत्व अभावः सङ्ख्यायां विषयत्वम् अस्ति तद् तस्य अभावः योजयामः. हा समीचीनम्. अतः तद् जन्यप्रत्यक्षविषयत्व अभावः पूर्ववदेव सङ्ख्यायाम् अतिव्याप्तिवारणाय निवेशयः. इदानीं तद् योजयामश्चेत् मातृपदं योजयामश्चेत् तदा किं भवति? तत्र चक्षुरिन्द्रियविषयत्व अभावः योजितः भवति लक्षणवाक्ये. समीचीनं वा? समीचीनम्. अतः अग्रे अस्ति. अतः रूपलक्षणे त्वगिन्द्रियग्राह्यत्वं, स्पर्शलक्षणे च चक्षुरिन्द्रिय अग्राह्यत्वं, क्षम्यताम्, अतः रूपलक्षणे त्वगिन्द्रिय अग्राह्यत्वं, स्पर्शलक्षणे च चक्षुरिन्द्रिय अग्राह्यत्वं प्रवेश्यम् इति फलितार्थः. अतः रूपलक्षणे त्वगिन्द्रिय अग्राह्यत्वमेव मात्रप्रदेन स्वीकरणीयं, स्पर्शलक्षणे च चक्षुरिन्द्रिय अग्राह्यत्वमेव मातृपदेन स्वीकरणीयम् इति. अस्तु. पूर्वं यदा अस्माभिः पठितं तत्र चक्षुर्मात्रग्राह्यो गुणः रूपम् इत्यत्र दलत्रयम् अस्ति इति अस्माभिः अधीतं. चक्षुरिन्द्रियग्राह्यत्वे सति चक्षुर्भिन्नेन्द्रिय अग्राह्यत्वे सति गुणत्वम् इति दलत्रयम् अस्माभिः अधीतं, किन्तु इदानीम् इतोपि किञ्चित् स्पष्टतया उक्तं. तत्र चक्षुर्भिन्नेन्द्रियग्राह्य अग्राह्यत्वे सति इति उक्तम्. अत्र चक्षुर्भिन्नेन्द्रियं किं भवति? केवलं त्वगिन्द्रियम्. अन्येषाम् इन्द्रियाणां तत्र प्रसक्तिरेव नास्ति ग्रहीतुम् इति कृत्वा चक्षुर्भिन्नेन्द्रियम् इत्यनेन त्वगिन्द्रिय अत्र अस्तु, पुनः वदामि, चक्षुर्ग्राह्यत्वे सति चक्षुर्भिन्नेन्द्रिय अग्राह्यत्वे सति इत्यत्र चक्षुर्ग्राह्यत्वे सति त्वगिन्द्रिय अग्राह्यत्वे सति गुणत्वम् इति वदामश्चेत् पर्याप्तम् खलु? इतोपि स्पष्टतया आगतम्, इतोपि स्पष्टतया उक्तम्. तर्हि मात्रपदेन त्वगिन्द्रिय अग्राह्यत्वमेव विवक्षितम्, अन्यद् यत् किमपि नास्ति. तर्हि बहूनि कारणानि भवितुमर्हति. अस्तु, स्मृतिर्लक्षणे अपि अपि संस्कारभिन्नम् इन्द्रियं विवक्षितं तज्जन्यत्वाभावं निवेश्य वक्ष्यमाणरीत्या प्रत्यभिज्ञा प्रत्यभिज्ञाम् अतिव्याप्तिर्निवार्यते इति सर्वं समञ्जसं. तत्र एवमेव तत्र स्मृतिर्लक्षणे अपि संस्कारभिन्न इन्द्रियं विवक्षितं संस्कारभिन्नम् इन्द्रियम् अत्र मनः विवक्षितं तस्य निवारणं कर्तुमेव मातृपदं योजितं स्मृतिमात्र जनक स्मृतिमात्रजन्यं ज्ञानं क्षम्यतां संस्कारजन् संस्कारमात्रजन्यं ज्ञानं स्मृतिः इत्यत्र लक्षणे तत्र संस्कारमात्रम् इति मातृपदं योजितं किमर्थम् इत्युक्ते भिन्नम् इन्द्रियं मनः तस्य वारणाय न न मनसः वारणाय मातृपदं योजितं वा संस्कारभिन्नम् इन्द्रियम् इति महोदय प्रतिपादयतु. तत् अत्र वयं दृष्टवन्तः चक्षुर्मात्रग्राह्यो गुणः रूपः इति अस्ति, तत्र मातृपदम् इति त्वगिन्द्रिय त्वगिन्द्रियमेव तत्र स्वीकर्तव्यं खलु. अत्रापि संस्कारमात्रजन्यं ज्ञानं स्मृतिः अत्र एतस्मिन् लक्षणवाक्ये अपि मातृपदम् इत्यस्य अर्थः कः? तर्हि किमपि संस्कारभिन्न इन्द्रियं तत्र विवक्षितं यथा चक्षुर्भिन्न इन्द्रियं किम् इत्युक्ते केवलं त्वगिन्द्रियम् इति एव पर्याप्तम् इति एव वयम् अधुना एव दृष्टवन्तः. तर्हि अत्र मात्रपदेन संस्कारभिन्न इन्द्रियं किमपि अस्ति तस्य यदि तस्य विवरणम् अग्रे आयास्यति पुटसङ्ख्या 30+100 पुटे. अतिव्याप्तिः भवति प्रत्यभिज्ञायाम् अतिव्याप्तिर् तस्य निवारणं कथं कुर्मः चेत् तत् अपि तदेव अग्रे आयास्यति संस्कारभिन्न इतोपि किञ्चित् स्पष्टता भवेत्. इन्द्रियम् इति संस्कारभिन्न इन्द्रियम् इति उक्तं खलु महोदय, इत्युक्ते प्रथमं संस्कारः इन्द्रियं वा? नास्ति, इन्द्रम् इन्द्रियमेव नास्ति, तत् कृत्वा मनः इति अहं चिन्तितवान्. संस्कारभिन्नम् इन्द्रियं विवक्षितम्. अस्तु, तर्हि प्रथमं प्रत्यभिज्ञा इत्युक्ते किम् इति अहं वदामि, अग्रे आयास्यति, अग्रिमवर्गे पठेम पठिष्यामः. किन्तु प्रत्यभिज्ञायाः उदाहरणं कोऽपि वदति वा? प्रत्यभिज्ञा कुर्मः, भवान् उक्तवान् एकम् उदाहरणं, सोऽयं देवदत्तः. हा, सः अयं देवदत्तः इति प्रत्यभिज्ञायाः उदाहरणम्. अस्मिन् उदाहरणे किं किम् अस्ति तत्र? वदतु वदतु वदतु. सः इति पूर्वे यः पुरुषः दृष्टः सः एव अयम् इदानीं मम पुरतः यः अस्ति सः एव अयं पुरुषः देवदत्तः इति, तत्र सः देवदत्त एव अयं देवदत्तः। हा, बहु समीचीनं। सः देवदत्तः यद् मया पूर्वं दृष्टं, सः एव देवदत्तः, अयं देवदत्तः यः 30 संवत्सरपूर्वं मया दृष्टं, सः एव देवदत्तः, अयं देवदत्तः यः मम पुरतः प्रत्यक्षेण अस्ति। प्रत्यक्षेण अहं ज्ञायते, मया ज्ञायते सः देवदत्तः, अयं देवदत्तः एव, सः पूर्वं तस्मिन् काले तस्मिन् देशे यद् मया दृष्टं सः एव अयं देवदत्तः। अस्तु, तर्हि अत्र सर्वे पश्यन्तु, पूर्वं 30 संवत्सरात् पूर्वं यदा मया देवदत्तं दृष्टं, देवदत्तः दृष्टः, तस्मिन् समये ज्ञानम् उत्पादितं खलु एषः देवदत्तः इति, तेन ज्ञानेन संस्कारः जातः। सः संस्कारः एव अस्य प्रत्यभिज्ञायाः अपि कारणम्। अत्र स्मृतिः न वदामः खलु, स्मृतिः यद् प्रत्यक्षम् अत्र न अस्ति इति कृत्वा तत् स्मृतिः न भवति। अस्तु, इदानीं भवद्भिः अवगन्तव्यं किम् इति चेत्, स्मृतिः अपि च प्रत्यभिज्ञा, अनयोः मध्ये कः भेदः इति। स्मृतेः उदाहरणमेकं वदतु। इदानीं घटं, यः घटं दृष्टवान्, इदानीम् अहं स्मरामि घटं विना अपि स्मरणं भवति तत्र। हा, स्मृतिः मम पुरतः घटं नास्ति चेदपि स्मृतिः भवति। यः घटं मया दृष्टं, घटः दृष्टः, तस्य स्मरणम् अद्य करोमि, केवलं स्मरणं करोमि, चक्षुः निमील्य अहं स्मरणं करोमि। इदानीं मम पुरतः घटः भवेदिति नास्ति खलु। यत्किमपि स्मरणं स्वीकुर्मः, स्मृतिः स्वीकुर्मः, या कापि स्मृतिः स्वीकुर्मः, तत्र पुरतः सः विषयः भवेदिति नियमः नास्ति। नास्ति इति नास्ति, तद्भवति चेत् तद् इदानीं तस्य नाम अस्ति भिन्न, प्रत्यभिज्ञा इति तस्य नाम अस्ति। तर्हि यदा स्मृतिः, स्मृतिः इत्यस्य अर्थः कः इति चेत्, संस्कारेण जायते किन्तु सः विषयः मम पुरतः न स्यात्। यदि पुरतः अस्ति, मम पुरतः एकः विषयः अस्ति, घटः अस्ति इति चिन्तयतु, तर्हि घटम् अहं पश्यामि चेत् तत्र स्मृतिः न जायते, प्रत्यभिज्ञापि न जायते, केवलं प्रत्यक्षमेव जायते, प्रत्यक्षज्ञानं जायते मम पुरतः घटः अस्ति चेत्। यदा अहं पश्यामि तदा तत्र इदानीम् अन्यदपि, एषः एव घटः मया ह्यः अपि दृष्टः इति तादृशज्ञानं जायते चेत्, सः अयं घटः, यः घटः मया ह्यः दृष्टः, सः एव घटः, एषः घटः इति तादृशज्ञानम् अस्ति प्रत्यभिज्ञा, तत् स्मृतिर्नास्ति, प्रत्यक्षमपि नास्ति। आहत्य त्रीणि ज्ञानानि सन्ति, एकः तु प्रत्यक्षम् इन्द्रियसन्निकर्षेण, यद् यः घटः मम पुरतः अस्ति तस्य ज्ञानं मम आत्मनि भवति चेत् तस्य नाम अस्ति प्रत्यक्षज्ञानम्। अस्तु, इदानीं प्रत्यक्षेन ह्यः यः घटः मया दृष्टः तस्य स्मरणं, केवलं स्मरणं करोमि चेत् तस्य नाम अस्ति, तस्याः नाम अस्ति स्मृतिः। अस्तु, इदानीं प्रत्यक्षेनापि गृह्यते, किन्तु यत् प्रत्यक्षेन गृह्यते तत् पूर्वमेव मया दृष्टम् इति अपि ज्ञानं भवति चेत् स च ज्ञानमस्ति, स्मृतिः अपि नास्ति, प्रत्यक्षज्ञानमपि नास्ति, तस्य नाम अस्ति प्रत्यभिज्ञा। अस्तु, तर्हि इदानीं प्रत्यभिज्ञा किम् इति समीचीनतया अस्माभिः अवगतम्, अपि च प्रत्यभिज्ञा स्मृतिः अनयोः मध्ये कः भेदः इति अपि अस्माभिः अवगतम्। अस्तु, तर्हि इदानीं प्रत्यभिज्ञायाः कारणं किम् इति चेत्, संस्कारः तत्रापि कारणं, प्रत्यभिज्ञायाः अपि संस्कारः कारणं। संस्कारं विना प्रत्यभिज्ञा कथं वा जायेत? न जायते। इति कृत्वा संस्कारः स्मृतिं प्रति अपि कारणं, प्रत्यभिज्ञामपि प्रति अपि कारणम् इति कृत्वा अत्र संस्कारमात्रजन्य संस्कारमात्रजन्यं स्मृतिः, जन्या स्मृतिः इति उक्तत्वात् अत्र मात्रपदेन किं विवक्षितं? संस्कारमात्रजन्यं ज्ञानं स्मृतिः. तर्हि मात्रपदेन किं विवक्षितम् इति चेत् वदतु. तत्र मात्रपदेन तत्र के प्रतिभिज्ञायां ग्रहणं मास्तु इति, प्रतिभिज्ञायाः कारणं संस्कारः अस्ति, तद् न स्वीकरणीयम् इति. अत्र महोदय प्रत्यभिज्ञायाः प्रत्यभिज्ञायाम् अतिव्याप्तिः भवति, यथा सङ्ख्यायाम् अतिव्याप्तिः भवति तत्रापि अतिव्याप्तिः अस्ति. अत्रापि प्रत्यभिज्ञायाम् अतिव्याप्तिः भवति इति तु सत्यं, किन्तु तत्र मात्रपदेन किं विवक्षितमस्ति? यथा रूपलक्षणे मात्रपदेन त्वगेन्द्रियजन्यप्रत्यक्षविषयत्वाभावः उक्तः, तथा अत्र किं वक्तव्यम्? प्रत्यभिज्ञायाम् अतिव्याप्तिः भवति. मेहुल् महोदय वदतु. अहं मन्ये प्रत्यभिज्ञाजन्यप्रत्यक्षविषयत्वाभावः. एकनिमिषम्. प्रत्यभिज्ञाजन्य किमपि जन्यं नास्ति खलु, प्रत्यभिज्ञाजनकः नास्ति. जनकः नास्ति. तर्हि प्रत्यभिज्ञायाः जनकः कः? तत्र प्रत्यक्षज्ञानमपि भवेत् खलु महोदय, प्रत्यभिज्ञायां प्रत्यक्षज्ञानमपि आवश्यकं खलु महोदय. सत्यम्. तदा अत्र मात्रपदेन स्मृति संस्कार स्मृतेः लक्षणे मात्रपदेन किं विवक्षितम् इति वक्तव्यम्. यथा रूपलक्षणे मात्रपदेन त्वगिन्द्रियजन्यप्रत्यक्षविषयत्वाभावः विवक्षितः अस्ति, एवम् अत्रापि किं विवक्षितम् इति वक्तव्यम्. प्रत्यभिज्ञायाम् अतिव्याप्तिः भवति इति तु सत्यम्, किन्तु मात्रपदेन प्रत्यभिज्ञा उक्ता इति न स्वीकर्तव्यम्. मात्रपदेन अन्यत् किमपि उक्तं येन प्रत्यभिज्ञायां जायमान अतिव्याप्तिः निवारिता भवति, सः कः इति वक्तव्यम्. तत्रापि एषः एव गृहपाठः. लिखित्वा चिन्तयन्तु, लिखित्वा चिन्तयन्तु, मां प्रेषयन्तु अपि. प्रत्यभिज्ञाय इति जन्यं, तत् जनकं संस्कारमेव. हा, जनकः संस्कारः एव इति नास्ति, संस्कारः अपि जनकः. संस्कारः अपि प्रत्यभिज्ञायाः जनकः अस्ति, किन्तु अत्र स्मृतेः लक्षणे मात्रपदस्य योजनेन किं निवारितमस्ति इति चिन्तनीयम्. अस्तु, तदेव गृहपाठः. इदानीं समयः जातः इति कृत्वा अत्र स्थगयामः. सर्वे तदिन्द्रियमेव खलु महोदय, भवान् प्रेषयतु, चिन्तयित्वा प्रेषयतु. यदि भवतु, इदानीं भवान् इन्द्रियमिति चिन्तयति चेत् इतोपि चिन्तनीयं खलु कथं वा इति. सत्यं, चिन्तनीयं. तर्हि भवानपि यदि इन्द्रियमिति चिन्तयति तर्हि अन्यत्र यत्र कुत्रापि अतिव्याप्तिः भवति वा, दोषः भवति वा इति चिन्तयतु, चिन्तयित्वा लिखतु. तदनन्तरम् अग्रिमवर्गे इतोपि चिन्तनं कुर्मः अस्मिन् विषये. अस्तु, अस्तु, समीचीनं. धन्यवादः सर्वेभ्यो. नमस्कारः.